अद्यतन विषयः अस्ति सिद्धप्रत्ययाः अदन्तानाम् अङ्गानां परस्मैपदिधातूनां लट् लोट् लङ् विधिलिङ् लकारस्य पुनरावर्तनम्, आत्मनेपदिधातूनां लट् लकारस्य विस्तरेण अवलोकनं भविष्यति. वयं प्रथमं माहेश्वरसूत्राणि, तिङ् प्रत्ययाः सर्वम् उक्त्वा अनन्तरं प्रारम्भं कुर्मः. अस्तु. ऐ उण् ऋलुक् ऋलुक् ए ओं ए ओं ऐ औच् ऐ औच् अयवरट् अयवरट् लण् लण् न्यमगणनं न्यमगणनं जभै जभै गडदश् गडदश् जबगडदश् जबगडदश् ख फ छ ठ थ चटतौ ख फ प छ ठ थ चटतौ कपै कपै शशसर शशसर हल हल हल इति माहेश्वराणि सूत्राणि इति माहेश्वराणि सूत्राणि तिप्तस्जि तिप्तस्थ तिप्तस्थ मिप्वस्मस् मिप्वस्मस् त आतांज त आतांज खास आथां ध्वम् इति तिङ् प्रत्ययाः हेमा भगिन्याः प्रश्नः पुनः वदति वा? आं भगिनि, प्रश्नः त्रयमस्ति. इत्युक्ते एकं सूत्रं सपादसप्ताध्यायम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति. तर्हि कस्य बलम् इति द्वितीयमस्ति. सपादसप्ताध्यायी सूत्रस्य एव बलं भवति. तत् तस्य कारणं कार्यं यदा समाप्तं भवति तदा एव त्रिपादिकार्यं भवति. अन्यत् अस्ति यदि सूत्रद्वयमपि सपाद्याम् अस्ति तर्हि परकार्यं तत्र अपि बलाबलम् इति विषये विस्तरेण नियमाः सन्ति. इदानीं भवन्तः अपवादविषये जानन्ति खलु, यस्य अवकाशः न भवति, निरवकाशं भवति चेत् तस्य सूत्रस्य एव कार्यं प्रथमं भवति. यद्यपि परसूत्रं वा पूर्वसूत्रं वा भवतु, सूत्रसङ्ख्यायाः तत्र महत्वं नास्ति. यदि तादृश अपवादरूपेण अपवाद उत्सर्गद्वयोर्मध्ये क्लेशः न भवति तदा एव विप्रति तदा एव परसूत्रस्य कार्यं प्रथमं भवति, अनन्तरं पूर्वसूत्रस्य. इदा एतावत्पर्यन्तम् एवं जानन्तु पर्याप्तम्. यदि सूत्रद्वयं त्रिपाद्याम् अस्ति तर्हि त्रिपादीसूत्राणि क्रमेण भवति, तत्र एतादृश सङ्घर्षः न आयाति वा? न, तत्र सूत्रस्य कार्यं क्रमेण भवति. तत्र परसूत्रं प्रथमं कार्यार्थं न आगच्छति. तत्रापि कदाचित् अपवादाः भवन्ति, तत्र तु प्रश्नः भिन्नः. परन्तु सूत्रक्रमे सूत्रं यदि परसूत्रं भवति वा पूर्वसूत्रं भवति वा इति विषये त्रिपाद्यां भिन्नरीत्या कार्यं भवति. त्रिपाद्यां सूत्रक्रमे यदि एकं सूत्रं सूत्रस्य संख्या दश इति चिन्तयतु, अपरस्य सूत्रस्य संख्या त्रिंशत् इति चिन्तयतु, अष्टमे अध्याये चतुर्थे पादे दशमसूत्रमेव प्रथमं कार्यार्थम् आगच्छति, त्रिंशत् अनन्तरमेव आगच्छति. तर्हि पूर्व कार्यं प्रथमम् सामान्यनियमः पूर्वकार्यं त्रिपाद्यां सपादसप्ताध्याय्यां परकार्यम् अत्र पूर्वत्र असिद्धम् इति एकसूत्रम् उक्तवती किल भगिनी तत्र पूर्वत्र इत्युक्ते पूर्वमिति न भवति वा अर्थम् अत्र पूर्वत्र असिद्धम् इति सूत्रं त्रिपादी अस्ति खलु तत्र प्रथमसूत्रम् अस्ति अतः तस्य पूर्वं यद् यत् कार्यम् अभवत् तद्विषये असिद्धम् इति तर्हि एकसूत्रं सपाद्याम् अस्ति एकं त्रिपाद्याम् अस्ति चेत् सपादि एव प्रथमम् आयाति किल तस्य बलम् अधिकं किल पूर्वत्र पूर्वत्र असिद्धम् इत्युक्ते पूर्वं सूत्रम् अत्र असिद्धम् इति अर्थं न भवति वा न तथा न तस्मिन् विषये महोदयः इतोपि विस्तरेण सूत्राणां बलाबलम् इति चर्चां करिष्यति सः यदुक्तवान् इदानीं प्रारम्भिकरूपेण एव भवतां कृते एतत् सर्वं पाठितवान् इदानीं सूत्राणां बलाबलम् इति एकं पूर्णं एकः पाठः पूर्णतया अस्ति तत्र सूत्रस्य आधारेण अनन्तरं परिभाषासु अपि सन्ति परिभाषाः तेन आधारेण सः अग्रे वदिष्यति अतः एतावत् यदा भवति तावत्पर्यन्तम् एतद् ज्ञानं पर्याप्तम् अग्रे तस्य विषये विस्तरेण इतोपि पाठः भविष्यति एतावत् पर्यन्तं सामान्यतः किं सूत्रं तत्र कार्यार्थम् आगच्छति इति ज्ञातुम् एतावत् यद् भवन्तः जानन्ति पर्याप्तं भवति धन्यवादः इदानीं अन्यः कोऽपि प्रश्नः अस्ति वा एकः प्रश्नः अस्ति विधिलिङ्ग् लकारस्य टुटु सूत्रं सूत्रस्य कार्यं जे जुस् इति जुस् प्रत्ययस्य एव भवति किम् अन्ये किं चिन्तयन्ति अहं वदामि वा महोदय चुटु इति इत्संज्ञा प्रकरणे आयाति सूत्रं यत्र कुत्रापि प्रत्ययानाम् आदौ चुटु वर्णाः सन्ति ते इत्संज्ञकाः भवन्ति तर्हि बहुत्र आगच्छति केवलं विधिलिङ्गकारे केवलं जुस् इति विषये एव भवति वा इत्येव महोदयायाः प्रश्नः खलु एवं वा भगिनी क्षम्यतां प्रश्नः कः पुनः वक्तुं शक्नोति वा चुटु इति चुटु इति सूत्रं प्रत्ययः अस्य कार्यं जुस् इति प्रत्ययेन एव भवति किं विधिलिङ्ग् लकारस्य विधिलिङ्गकारे चुटु इति एव तत्र चुटु इति सूत्रस्य कार्यं केवलं जुस् विषये भवति वा अन्यत्रापि भवति वा इति प्रश्नः केवलं विधिलिङ्गकारविषये अन्यत्रापि भवति वा अन्यत्र तस्य अवकाशः नास्ति खलु तत्र केवलं चुटु जुस् मध्ये एव तत्र झ एव वर्णः अवकाशः लभ्यते इति चिन्तयामि का वदति अखिला अस्मि भगिनि ओ अहं नाम न लिखितवती अस्तु अन्यत्र न कुत्रापि नास्ति केवलं जूस् इत्यत्र एव तत्र जकारस्य इत्संज्ञा लोपः भवति चुटु इति सूत्रेण अन्यत्र नास्ति बहुत्र भवति अन्येषु स्थलेषु परन्तु विधिलिङ्गकारे एकः एव एकस्मिन् स्थाने एव तस्य कार्यं सम्यक् अवगच्छामि धन्यवादः अस्तु अन्यः कोऽपि प्रश्नः अस्ति वा? गतसप्ताहे कोऽपि पृष्टव मीना भगिनी वा राजी भगिनी वा न स्मरामि, तत्र धातुरूपमञ्जरी इति पुस्तके ईत् ईत् ईताम् ईयुः इति अस्ति इति प्रश्नः आसीत्, विधिलिङ्लकारस्य सिद्धप्रत्ययः. तत्र तत्र दोषः इति एव मन्ये, किमर्थं तथा तत् तस्मिन् पुस्तके अस्ति इति न ज्ञायते, परन्तु इतीताम् इयुः एव साधु इति भाति. तर्हि वयं प्रथमं परस्मैपदी लकाराणां विषये किञ्चित् अभ्यासरूपेण मया भिन्नभिन्नप्रश्नः क्रियते, भवन्तः चिन्तयित्वा उत्तरं वदन्ति वा? अस्तु, मिश्रित अभ्यासं भवति, अतः भवतः चिन्तनम् इतोपि शीघ्रं भवति. सेर् हि अपि च इति सूत्रं कस्मिन् लकारे कार्यं करोति इति विद्याशङ्करमहोदयः वदति वा? सेर् हि अपि च लोट् लकारे यत्र मध्यमपुरुषे एकवचने यत् हि अथवा से अस्ति तत् अपि अस्ति इति सूत्रं वदति. कस्य स्थाने किं भवति? अनदन्तः धातुः अस्ति चेत् हि आदेशः भवति किल. कस्य स्थाने? कस्य स्थाने? सि स्थाने. सि स्थाने हि भवति. यदि अङ्गम् अदन्तं भवति तर्हि अपि हि अस्ति वा न वा? अदन्तम् अस्ति चेत् सि हि तिष्ठति वा? अदन्तम् अङ्गम् इत्युक्ते भव पठ इत्यादि. लोट्लकारे कथं तस्य रूपं भवति मध्यमपुरुषे एकवचनं? पठहि इति भवति वा भवहि इति? न, पठ केवलं. पठ केवलं, तदा केन सूत्रेण तस्य हि इति आसीत् खलु? इदानीं भवान् उक्तवान् सि स्थाने हि भवति इति, केन सूत्रेण हि गच्छति? इदानीम् अस्माकम् अङ्गं कीदृशम् अङ्गम् अस्ति? अदन्तम् अङ्गम् अकारः इति पाणिनि कथं वदति? अत् इति. अतो अहं सूत्रस्य अर्धभागम् उक्तवती. अतो इति सूत्रेण हि इत्यस्य लोपः, अतो हे लुक् भवति इति, लोपः भवति इति अङ्गस्य, अतः अङ्गात् हे लोपः भवति. अतो हे इति सूत्रेण हि इत्यस्य लोपः भवति. अस्तु वा? सर्वथा हि आगच्छति, अनन्तरम् अनदन्तम् अस्ति चेत् अदन्तम् अस्ति चेत् हि लुप्तः भवति. हि अदन्तं चेत् लोपः भवति, अन्यत्र सर्वत्र तिष्ठति. अस्तु. यदि श्ना वा श्नु वा इत्यादि भवति चेत् अथवा हलन्त वा प्रातिपदिकम् एवं भवति चेत् तत्र तु तिष्ठति. अस्तु. संयोगान्तस्य लोपः इति सूत्रं कस्मिन् लकारे कार्यं करोति इति अखिला भगिनी वदति वा? क्षम्यतां भगिनी, पुनः वदति वा? संयोगान्तस्य लोपः इति सूत्रं कस्मिन् लकारे कार्यं करोति? लङ्लकारे कार्यं करोति, तत्र जी इति स्थाने अन्ति इति आगच्छति, अनन्तरं केन सूत्रेण? जोन्तः इति सूत्रेण. तदनन्तरं तत्र इतश्च इति सूत्रेण ईकारस्य लोपः भवति, तर्हि अन्त् इति तिष्ठति. तस्मिन् समये तत्र तत्र नकारः तकारः तत्र मध्ये स्वर विना तिष्ठति, तत्र संयोगः अस्ति. तर्हि तै संयोगान्तस्य लोपः इति सूत्रेण तकारः गच्छति, अन् इति रूपं सिद्धयति. उत्तमम्. तत्र वस् मस् इति प्रत्ययः अस्ति खलु, सिद्ध मूलप्रत्ययः, परन्तु लङ्लकारे व म इत्येव भवति, कथं परिवर्तनं भवति इति सुब्रह्मण्यमहोदयः वदति वा? भगिनि, अत्र नित्यं नितः इत्यनेन सूत्रेण सकारस्य लोपः भवति अत्र. स उत्तमस्य तत्पूर्वम् अस्ति, तस्य अनुवृत्तिः भवति अत्र. नित्यं नितः कुत्र कार्यं, कस्मिन् लकारे कार्यं करोति? लङ् लकारे कार्यं करोति, अपि च विधिलिङ्ग लकारे अपि कार्यं करोति. अनन्तरं लोट् अपि नितः भवति, तत्कारणात् अत्र अपि कार्यं करोति. लोट् नीत्वा लोट् लोट् लकारे अपि कार्यं करोति. लोट् लकारे अपि कार्यं करोति, परन्तु सूत्रं लोट् नित् लोट् नित् एकवारं भगिनी अत्र सूत्रं नित्यं नितः लोटो लङ्वत् लोट् नित् नास्ति परन्तु लङ्वत् अस्ति, अतः तत्रापि कार्यं भवति. अस्तु वा? केन सूत्रस्य सूत्रेण भवति? लोटो लङ्वत् सूत्राधारेण अस्तु, नितः तु उत्तमपुरुषस्य सकारस्य लोपः भवति. उत्तमं. मेर्निः इति कुत्र कार्यं करोति इति हेमा भगिनी वदतु. मीर्निः इति सूत्रं लोट्लकारस्य उत्तमपुरुषे एकवचने भवति. स्थाने इतश्चेत् सूत्रेण इकारः इकारस्य लोपः भवति, पुनः पकारस्य हलन्त्यं तस्य लोपः इति कारणेन तदपि गच्छति. मी स्थाने तत्र इतश्च सर्वं तत्र कार्यार्थम् आगच्छति वा? न, तस्थस्समीपां तान् तन् तामः इति कारणेन अम् आयाति पूर्वं. तदनन्तरं मेर्निः कार्यं करोति, तत्र नि आयाति. अस्तु, किमर्थं अम् न तिष्ठति, मेर्निः आगच्छति इति विद्याशङ्करमहोदय वदति वा? पुनः मेर्निः सूत्रेण वा? न, मेर्निः किमर्थं तत्र कार्यं करोति, किमर्थं तस्थस्थमिपां सूत्रेण अम् एव न तिष्ठति इति लोट्लकारे? मेर्नि सूत्रस्य प्रसक्तिः अस्ति, अहं प्रश्नं न अवगच्छामि. न, तत्र लोट्लकारे तस्थस्थमिपां तान्तं तामः इति सूत्रं कार्यं करोति खलु? आम्. तर्हि तां तं अनन्तरम् उत्तमपुरुषस्य एकवचनम् अम् एव भवेत् खलु? किमर्थं नि इति अस्ति? मेर्निः इति सूत्रं तस्य प्रसक्तिः अस्ति. द्वयोरपि प्रसक्तिः अस्ति खलु? अम् अपि अस्ति, मे नि अपि अस्ति. किमर्थं मेर्निः एव अत्र आगच्छति? परसूत्रस्य बलमधिकम् अस्ति. परसूत्रम् अस्ति वा मेर्निः? द्रष्टव्यम् एकनिमिषं, क्रमः न स्मरामि. मया न लिखितम् अत्र. अन्य कोऽपि साहाय्यं कर्तुं शक्नोति वा? अखिला भगिनी वक्तुं शक्नोति वा? मेर्निः इति अपवादसूत्रम् इति मन्ये. तत्र कार्यं न करोति चेत् यत्र कुत्रापि तस्य प्रसक्तिः न भवितुम् अर्हति. किमर्थं चेत् तत् केवलं लोट् मध्ये एव तस्य प्रसक्तिः अस्ति. लोट् लकारार्थ लकारस्य उत्तमपुरुषस्य एकवचनस्य कृते एव तत् सूत्रम् अस्ति. यदि तस्य कार्यं तत्र न भवति तस्य सूत्रं तत् सूत्रं निरवकाशं भवति. इदानीं हेमा भगिनी पश्यतु, मेर्निः इति सूत्रस्य संख्या का इति वदति वा? मेर्निः तृतीय अध्याये चतुर्थपादे नवाशीतिः. तस्थमिपां तस्थमिपां तु एकाधिक एकशतं. तर्हि परसूत्रं किम् अस्ति? तस्थमिपां. तर्हि यदि सूत्रद्वयमपि समानसमये कार्यार्थम् आगच्छति, यदि केवलं परसूत्रम् इति एव पश्यामः तर्हि तस्थस्थमिपामेव भवेत् खलु? परन्तु मेर्निः भवति किमर्थम् इत्युक्ते तस्य सः सूत्रस्य तत् सूत्रं निरवकाशं भवति यदि तत्र कार्यार्थं न आगच्छति. अतः तादृशसूत्रस्य प्रथमं कार्यं भवति. पाणिनिः यत्किमपि उक्तवान् तत् तस्य वचनस्य निरुपयोगं व्यर्थता न मा भवतु इति. अथवा यदि मेर्निः इति सूत्रमस्ति सर्वत्र अहं तस्थमिपामेव कार्यं करोति तदा मेर्निः कुत्रापि तस्य अवकाशः न भवति खलु? अवगतम् इदानीम्? अतः केवलं सूत्रसङ्ख्यां दृष्ट्वा एव यदि वदामः तदा तत्र दोषः भवितुम् अर्हति. सूत्राणां बलाबलम् इति विषये इतोपि गभीरतया चिन्तनस्य आवश्यकं भवति. तस्य सूत्रस्य अवकाशः अन्यत्र अस्ति वा एतादृशप्रश्नानां यदि उत्तरं प्राप्नुमः तदा एव निश्चयेन वक्तुं शक्नुमः. यदि सर्वत्र सर्वदा समानं भवति तदा एव परसूत्रं पूर्वसूत्रम् इति. अवगतम्? अवगतं भगिनि, धन्यवादः. इदानीं मेर्निः एव कार्यं करोति, अतः उत्तम लोट् लकारस्य उत्तमपुरुषस्य नि एव भवति. सिद्धप्रत्ययाः उत्तमपुरुषे मित्वस्मस् इत्येव अस्ति, परन्तु लोट् लकारस्य सर्वत्र आनि आव आम इति आकारः आगच्छति. केन सूत्रेण इति मीना भगिनी वदति वा? आं महोदय, आडुत्तमस्य पिच्च इति सूत्रेण आगच्छति. अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमस्य आट् पिच्च इति. अत्र अतः आड् किं भवति? आड् दीर्घ अकारः भवति. अकारः परन्तु आदेशः भवति वा आगमः भवति वा? आगमः भवति. आगमः भवति. कथं वदति? आगम इति अहं जानामि, टी इति आगमः टित् अस्ति इति कारणेन आट् इति अस्ति, अतः टित् अस्ति इति कारणेन आगमः. अनन्तरम् आगमः टित् अस्ति इति कारणेन कुत्र भवति? प्रथम पूर्वं प्रत्ययस्य पूर्वं भवति, पूर्वं भवति. अतः यदि अनन्तरं भवेत् तर्हि आट् किं भवति? आड् न भवति, किं भवति? कित् आम् आक् इति भवति. यदि अनन्तरं स्थापयितुम् इच्छति तदा आक् इति करोति. इदानीं पूर्वं स्थापयितुम् इच्छति अतः आट् इति अस्ति. अतः नी वम सर्वं तिष्ठति, ततः पूर्वम् आकारः अपि आगच्छति. अतः आगमः आदेशः इत्युक्ते तस्य स्थाने भवति, अतः नी वम सर्वं गच्छति, केवलम् आकारः तिष्ठति खलु. आद्यन्तौ टिकितौ इति सूत्रं, हा आद्यन्तौ टिकितौ, उत्तमम् इति सूत्रेण पूर्वम् आगच्छति. अस्तु, इदानीं विधिलिङ्गकारस्य ईयुः इति अस्ति खलु, तस्य कथं ईयुः इति, तत्र मूलं तु जि एव, जीतः ईयुः कथम् आगच्छति इति विद्याशङ्करमहोदयः वदति वा? आं भगिनि, तत्र झेर् झुस् इति सूत्रमस्ति, तत् सूत्रेण झि यत् मूलप्रत्ययः अस्ति तत् स्थाने झुस् इति आगच्छति. अनन्तरं चुटु सूत्रेण जकारस्य लोपः भवति, उस् एव अवशिष्यते. अनन्तरं इय इति यासुट् आगच्छति लोट् विधिलिङ्गकारे, प्रथमं यासुट् एव अनन्तरम् एव इय. आम् अस्तु, आम् विधिलिङ्गकारः अतः यासुट्. अस्तु, लिङ्ग् विधिलिङ्गकारः इति कारणेन यासुट् प्रथमम् आगच्छति, तत्र अन्य कोऽपि नियमस्य आवश्यकता नास्ति. विधिलिङ्गकारः अतः यासुट्. यासुट् स्थाने किं भवति? यासुट् स्थाने अत्र अदन्तम् अङ्गम् अस्ति चेत् इयः इति भवति. केन सूत्रेण? अतो येयः इति. अनन्तरम् इय योग उस् इयुः इति अस्ति. अनन्तरम् अत्र सकारस्य ससजुषोरुः इति सूत्रं, तेन सकारस्य रुकारः भवति, अनन्तरम् उकारस्य लोपः भवति, अनन्तरं रेफस्थाने करवसनयोर्विसर्जनीयः इति सूत्रं, तस्य प्रसक्तिः अस्ति इयुः इति तिष्ठति. तत्र लोपो व्योर्वलि इति सूत्रं किमर्थं न कार्यं करोति वा? अत्र उस् प्रत्ययः अस्ति, उस् तत् वलादेन अस्ति. उस् उस् इति वा उकारः? उकारः, उकारः उकारः वल्प्रत्याहारे नास्ति. अतः तत्र अत्र प्रत्ययकार्यं न, केवलं वर्णकार्यं. यत्र यकारः अनन्तरं वल्प्रत्याहारः अस्ति तदा यकारस्य लोपः भवति. अतः अग्रे यल् प्रत्याह वल्प्रत्याहारवर्णः नास्ति यकारानन्तरम्, अतः लोपो व्योर्वलि कार्यं न करोति. अस्तु, इताम् इति कथं भवति इति मीना भगिनी वक्तुं शक्नोति वा? आम्, प्रथमपुरुषे द्विवचनं इताम् तस्तस्तामिपां तन् तस्तस्तमिपां तान् तन् तामः इति तस्थाने ताम् आयाति आदेशः. अनन्तरं यासुट् परस्मैपदेषु धातो ञिच्च इति सूत्रेण यास् इति आगमः. न, यास् इति आगमः वा? आम् आम् आगमः. अस्तु, क्षम्यता, प्रत्ययस्य पूर्वम् आगच्छति. यदा विद्याशङ्कर् महोदय अवदत् यासुट् इति टकार हलन्तं गच्छति यास् उकारः टकारः हलन्त्यं तस्य लोपः इत्यनेन गच्छति यासु अवशिष्यते यासु इति उकारः अनुनासिक अजन्त अनुनासिकः उपदेशे अजनुनासिक इति सूत्रेण देशे अजनुनासिक इति सूत्रेण उकारः गच्छति यास् अवशिष्यते यास् इति इयः आयाति या इति स्थाने इयः आगच्छति या स्थाने इयः आगच्छति केन सूत्रेण आगच्छति अतो येयः इति सूत्रेण आगच्छति या स्थाने इयः आगच्छति अनन्तरं यास् इति इयस् भवति किम् न यास् स्थाने या सकारः अपि अस्ति यास् इति अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य यास् आगमस्य स्थाने ई आदेशः भवति यास् इति स्थाने यास् अतो ये आगच्छति या स्थाने ई आगच्छति यास् स्थाने ई आगच्छति बट् यः इत्यस्य षष्टिविभक्ति ये न तस्य अतो येयः इति सूत्रं किञ्चित् तत्र सूत्रस्य निर्माणकार्ये कानिचन विशेष कार्याणि सन्ति नियमाः सन्ति यस्य विषये महोदयः विस्तरेण न पाठितवान् अतः तस्मिन् सूत्रविषये अधिकं येयः इति विषये अधिकं चिन्तनं मास्तु इदानीम् इदानीं सः उक्तवान् स्मरति प्रायः तत् किञ्चित् इदानीं भवद्भिः तस्मिन् विषये अवगमनं न आवश्यकम् इति अतः सः न पाठितवान् अतः या अनुवृत्तिसहितसूत्रं पश्यतु अतः अङ्गात् सार्वधातुकस्य या इति स्थाने इयः इति आदेशः भवति स्थाने इयः आदेशः सकारः अस्ति किल सकारः अपि यास्थाने इति भवेत् प्रायः यास्थाने इयः आगच्छति इयः योगः ताम् इति प्रत्ययस्य प्रथमवर्णं वलादिः इति इयः इत्यस्य यः यकारः लोपो व्योर्वलि सूत्रेण यकारः लोपः भवति इति ई इति अवशिष्यते ई योगः ताम् इताम् इदानीं इहि इति अस्ति खलु सिप् स्थाने इहि तस्य कथं रूपं भवति इति सुब्रह्मण्यमहोदयः वदति वा आं भगिनि अत्र सिप् मध्यमपुरुष एकवचने मूलप्रत्ययः अस्ति सिप् अत्र प्रथमं हलन्त्यं तस्य लोपः इत्यनेन अपकारस्य लोपः सि अवशिष्यते तदनन्तरम् इतश्च इत्यनेन इकारस्य लोपः सकारः एव अवशिष्यते अत्र तदनन्तरम् अत्र यासुट् परस्मैपदेषु धातो निच्च इत्यनेन यासुट् आगमः भवति तद् यासुट् स्थाने अदन्तम् अङ्गमस्ति चेत् अत्र टकारस्य लोप अदन्त अङ्गस्य चिन्तनम् इदानीं न, परन्तु प्रथमं टकारस्य लोपः हलन्त्यं तस्य लोपः इत्यनेन, उकारस्य लोपः उपदेशे अजनुनासिक इत् कारणेन उकारस्य लोपः अपि भवति, यास् अवशिष्यते. तदनन्तरं यास् स्थाने यः आगच्छति, अतो येह इत्यनेन अदन्त अङ्गात् कारणात् इययोगः सकारः अस्ति. इय तु अत्र आदेशः भवति, किमर्थं चेत् अत्र यास् स्थाने इय आदेशः भवति. इययोगः सकारः अत्र सकारः एकनिमिष अत्र सकारः बलादिः, तत्कारणात् लोपो व्योर्बलि इत्यनेन यकारस्य लोपः भवति, ईयोगः सकारः अवशिष्यते. सकारः अत्र प्रथमं ससजुषो रुः इत्यनेन सकारस्य स्थाने ऋकारः आदेशः भवति, उकारस्य लोपः भवति उपदेशे अजननासिक इत्यनेन, रेपः एव अवशिष्यते. खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः आदेशः भवति, ईयोगः विसर्गः इहि इति अवशिष्य निष्पन्नः भवति. इदानीं हिमा भगिनी, विधिलिङ्ग् लकारस्य सिद्धप्रत्ययाः के इति वदति वा? विधिलिङ्ग् लकारे सिद्धप्रत्ययाः, एकनिमिषं भगिनि, करपत्रं न दृष्ट्वा वदति चेत् उत्तमं भवति. अहं चिन्तयित्वा वदामि. तदनन्तरं सर्वत्र इ एव आरम्भः, यासुत्स्थाने इ आगच्छति सर्वत्र विधिलिङ्गकारे, अतः प्रथमवर्णः अहमेव वदामि, इकारः सर्वत्र नवस्थानेषु अपि इकारः. तदनन्तरं इदानीमेव महोदयः उक्तवान् इथां द्वम् इहि इथां द्वम् इहि इतम् इत इहि इतम् इथम् इत इत तदनन्तरं इयम् इयम् इव इम. अहं पुनः वदामि, इत् इति अस्ति तत्र इकारस्य लोपः, अतः इत् द्वितीयमस्ति इतां तस्तस्समिपां सूत्रम्, अतः इतां झेर् जूस्, अतः इयुः. सकारस्य सि प्रत्ययस्य इकारस्य लोपः भवति, अतः इहि सकारस्य विसर्गः, अतः इहि. तस्तस्समिपां सूत्रेण इतम् इत. अनन्तरं उत्तमपुरुषस्य एकवचनम् अम् अस्ति तस्तस्समिपां सूत्रेण, अतः इयम्. अनन्तरं सकारलोपः भवति नित् लकारेषु, अतः वम इव इम. एवं झटिति यदि स्मरणे भवतु तथा इदानीं पुनः वदतु. इदानीं पूर्णतया कार्यं सर्वं मनसि आगच्छति खलु, तत्र कथं भवति इति. अन्यः कोऽपि वदति वा? मीना भगिनी वदति वा विधिलिङ्गकारस्य? आं भगिनि, यत् इतां इयुः, इः इतम् इत, इयम् इव इम. अखिला भगिनी लोट् लकारस्य वदति वा? आं भगिनि, अन्तु तु इत्यत्र विकल्पेन अन्यत् किमपि नो चेत् तात् उत्तमं, तु अथवा तात् आगच्छति. तु तात् ताम् अन्तु, किमपि नास्ति अथवा ई आगच्छति, सोरि तात् आगच्छति. शून्यं तात्, अस्तु शून्यं तात् तं त आनि आव आम. उत्तमं. विद्याशङ्करमहोदय लोट्लकारस्य पुनः वदति वा? लोट्लकारस्य तु विकल्पेन तात् ताम् अन्तु शून्यं तात् मध्यमपुरुषे एकवचने, द्विवचने तं त, उत्तमपुरुषे आनि आव आम. उत्तमं. सुब्रह्मण्यमहोदय लिङ्ग् लकारस्य? लङ् लकारस्य अत्र त ताम् अन् अत्र विसर्गः अस्ति, सकारः अस्ति, सकार विसर्गः, तदनन्तरं तं त अनन्तरं अं व म. कोऽपि करपत्रं न पश्यन्ति इति विश्वसिमि. न दृष्टवान् भगिनि इदानीं तु. अस्तु उत्तमं. लङ्लकारस्य पुनः वदति वा? आं भगिनि, अन् विसर्गं तं त अं आव आम किल भगिनि? न, लङ् लकारस्य वम एव. पठम् अपठाव अपठाम इति आगच्छति किल, परन्तु अत्र सिद्धप्रत्ययः न भवति, तत्र भिन्नकार्येण पठामि पठाव इति भवति. अतो दीर्घो यञ् इति कश्चन सूत्रं वदति अस्ति, तत् प्रायः महोदयः तत् तदा यदा प्रत्यय सिद्धप्रत्यय अङ्गस्य सिद्धप्रत्ययानां योगे कार्याणि यदा भवति तदा पाठयति. परन्तु लोट् लकारे एव आनि आव आम, लङ् लट् लट् लङ् तत्र तु वम एव, वहमः वम. लट् लकारे वहमः, लङ् लकारे वम. अस्तु, इदानीम् अखिला भगिनी लट् लकारस्य? लट् लकारस्य सिद्धरूपं वा भगिनि? आम् आम्. अस्तु, तीतः अन्ति, वहमः. इदानीं स्पष्टम्? तत्र वह मह इति तत्र विसर्गः किमर्थम् अस्ति? लङ्लकारेषु तु गच्छति, नित्यं नितः इति सूत्रेण सकारस्य लोपः भवति नित्लकारेषु. लोटो लङ्वत् इति कारणात् तत्रापि तस्य प्रसक्तिः अस्ति, परन्तु लट्लकारे तस्य प्रसक्तिः नास्ति, तर्हि सकारः विसर्गः भवति. अस्तु, अति उत्तमम्. इदानीं परस्मैपदानां इद स्पष्टतया जानन्ति कीदृशं कार्यम् अभवत् इति चिन्तनेन सिद्धप्रत्ययानां रूपाणि वक्तुं शक्नुवन्ति खलु. पुनः विधिं लकारस्य एकवारं प्रत्ययान् उक्त्वा चिन्तनं कृत्वा प्रत्ययं वदतु. कस्य विधिलिङ्गकारस्य क्रमः न आसीत् पूर्वं? मम न आसीत् भगिनि. वदतु. सुब्रह्मण्या अस्मि. यत् इतां इयुः इहि इतम् इत इयम् इव इम. उत्तमं. तदा यदा वदति इति यदा वदति तदा कस्य सूत्रस्य झटिति मनसि आगच्छति? प्रथम अत्र इत इति वदति, अत्र इतश्च इत्यस्य आगच्छति भगिनि. आगच्छति इतां वदति इतां अत्र तस्तस् समीपान्तान्तं तामः इति आगच्छति भगिनि. आगच्छति. इयुः इयुः झेर्झुस् झेर्झुस् इत्येवं यदि भवन्तः स्मरन्ति तदा तत्र झटिति स्मरणे तिष्ठति. सर्वत्र तु यासुट् अनन्तरम् इय सर्वं सर्वत्र समानं. अतः विधिलिङ्गकारः इत्युक्ते यासुट् विधिलिङ्गकारस्य परस्मैपदानां तु यासुट् अदन्तमङ्गम् इत्युक्ते इय तत्सर्वं समानकार्यं नवसु प्रत्ययेषु. अतः तत्र तु इय ई पर्यन्तं समानकार्यम्. अतः एकवचने इतश्च प्रथमपुरुषे एकवचने, द्विवचने तस्थस्तमिपां, बहुवचने झेर्झुस् इत्येवं, मध्यमपुरुषे एकवचने इतश्च द्विवचने तस्थस्तमिपां, बहुवचने तस्थस्तमिपां, मध्यम उत्तमपुरुषे एकवचने तस्थस्तमिपां, तत्र द्विवचने बहुवचने उत्तमपुरुषस्य नित्यं नितः यदि स्मरन्ति तदा यदि प्रक्रिया यदि वदन्ति यदि तदा सर्वं मनसि झटिति आगच्छति. इदानीम् आत्मनेपदी धातूनां विषये परिशीलयामः वा? अस्तु, परस्मैपदानां तु सम्यक् अभ्यासः अभवत्. आत्मनेपदी प्रत्ययाः मूलप्रत्ययाः के इति हेमा भगिनी वदतु. गृहपाठरूपेण पठितवती. त आतां झ तास् आथां थास् आतां द्वम् इड्वहि महिङ्ग् त आतां झ थास् आतां ध्वम् इड्वहि महिङ्ग्. तत्र लट्लकारे एकवचने प्रथमपुरुषे एकवचने किं त स्थाने किं भवति अखिला भगिनि? प्रथमं तत्र किमपि संज्ञा अस्ति, तत्र ह्रस्वकारः अस्ति चेत् अथवा क्षम्यतां ह्रस्वकारः न अन्ते स्वरः अस्ति चेत् अपि च स्वरस्य अनन्तरं हल् वर्णः अस्ति चेत् द्वयं मिलित्वा टि इति वदामः. त अत्र तु ह्रस्वकारः एव अन्तिमस्वरः, तर्हि तत्र तस्य टि संज्ञा भवति. यत् टि संज्ञा भवति टि स्थाने इति आदेशः भवति. तकारयोगे ते इति भवति न ति ति भागस्य केन सूत्रेण भवति पुनः वदति वा टित आत्मनेपदीना तेरे इति सूत्रेण टी भागस्य ए आदेशः भवति स्थाने एकारः आगच्छति तकारयोग एकारः ते इति भवति टित् इति टि इति अस्ति खलु टि इति एकः वर्णः वा एकः भागः वा टि इति भागः तत्र एकः वर्णः अपि भवितुम् अर्हति अधिकवर्णः अपि भवितुम् अर्हति खलु स्वरः अन्तिमस्वरः अथवा अन्तिमस्वर स्वरः स्वरयोग हल् वर्णः भवति आम् अति उत्तमं अतः टि इति एकः वर्णः नास्ति एकः भागः अस्ति एकः वर्णसमुदायः अस्ति अतः त इत्यत्र तु अकारः टि इत्यस्य प्रथमवर्णः किं भवति अच् भवति वा हल् भवति वा अच् अच् भवति अचोन्त्यादि टि अच् वर्णेषु अन्तिमवर्णेषु अन्तिमवर्णः यः सः वर्णः टि भागस्य आदिवर्णः भवति अतः टि भागस्य प्रथमवर्णः तु सदा अच् एव भवति अनन्तरं तस्य अच् वर्णः अनन्तरं यत्किमपि हल् वर्णः भवति तस्य योगे यः भागः अस्ति सः तस्य टि इति संज्ञा अवगतम् अतः अकार अत्र तकारस्य तकारः अकारः अस्ति अन्तिम वर्णेषु अन्तिमवर्णः अकारः सः अकारः आदि भवति तदनन्तरं किमपि नास्ति इति अत्र कारणेन अकारः अत्र टि भागः टि भागस्य स्थाने अत्र टित् टित आत्मनेपदानां तेरे इति सूत्रम् अस्ति तस्य अनुवृत्तिसहितसूत्रं दृष्ट्वा तत्र सर्वम् अस्माभिः अत्र तत्र त इत्यस्य अस्ति वा इति परिशीलयति वा तत्र टित् आत्मनि पदे पदानां तेरे इति सूत्रं तत्र टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञानां प्रत्ययानां टि भागस्य स्थाने एकार आदेशः भवति अत्र अस्माकं कः लकारः अस्माकं लकारः इदानीं लट् अस्ति लट् टित् अस्ति टित्लकारेषु अन्यतमः अस्ति तर्हि अपि च आत्मनेपदी तिङ्प्रत्ययः अस्ति तर्हि अत्र टि स्थाने टेरे इत्युक्ते टेः ए इति तत्र टि स्थाने ए आदेशः भवति उत्तमं मीना भगिनी आतां वक्तुं शक्नोति वा आतां किं भवति इति आतां इति आम् इति टित् प्रत्यय टित् प्रत्ययः न टि भागः टि भागः अस्ति आम् टि भागः अस्ति आताम् इत्यस्य अन्तिम अच्वर्णः आ इति आ इत्यस्य अनन्तरम् इम् अस्ति आम् इति भागः टि भागः आम् इत्यस्य स्थाने ए इति आदेशः भवति अस्तु आते इति अवशिष्यते आतो नितः इति सूत्रेण अतः स्थाने आतः स्थाने यः आम् आकारस्य स्थाने इय इति भवति आकारस्य स्थाने इयः इति भवति इयः इति इयः इत्यस्य अनन्तरम् ए अस्ति, ए इति इदानीं ते अस्ति, आताम् इति आसीत्, आं स्थाने ए, अतः आ ते इति आसीत्, आकारस्य स्थाने इय इति अस्ति, इय ते इति अस्ति, इयते इति तकारः वल्प्रत्ययः वल् प्रत्याहारे अस्ति, प्रत्ययः भिन्नः प्रत्याहारः भिन्नः, तकारः वल् प्रत्याहारे कश्चन वर्णः, तकारः वल् प्रत्याहारे कश्चन वर्णः इति यकारः लोपः भवति, इति अवशिष्यते, ईते इति प्रत्ययः निष्पन्नः इते इति इदानीं सिद्धप्रत्ययः. आतो ङितः इति सूत्रम् उक्तवती, तस्य अनुवृत्तिसहितसूत्रं परिशील्य अत्र सर्वाणि नियमानि अत्र सर्वं अत्र अस्ति वा इति परिशीलयति वा? अनुवृत्तिः अस्ति, अतः अङ्गात् ङितः सार्वधातुकस्य आतो इयः इति. अतः इत्युक्ते अतः अङ्गात् इत्युक्ते अदन्त अङ्गम् इति. इदानीं वयम् अदन्त अङ्गानां विषये एव परिशीलयामः. अनदन्तम् अङ्गानाम् आते इत्येव अस्ति, इते न भवति. एक उपमा एक्साम्पल्, लभधातुः जानाति वा? लब् आम् आम्. तस्य कथं रूपं भवति लट् लकारे? लभे लभते, लभेते, लभन्ते. लभते किं भवति? लभते, लभेते इति अस्ति, तत्र सिद्ध अङ्गम् अङ्गं किं भवति? अकार अदन्तङ्गम् अकारान्तं लभ इति अङ्गम् अस्ति खलु? आम्. लभ इति अङ्गम्, अतः अकारान्तम् अतन्तम् अङ्गम्, अकारान्तम् अङ्गम्. लभ इदानीं सिद्धप्रत्ययः कः? इते. अङ्गम् उपमानमस्ति. इदानीम् एतस्य परिशीलनं कृत्वा तस्य गच्छामः. लभ इते किं भवति? लभेते. अकारः इकारः सन्धिकार्येण एकारः भवति, लभेते इति. लभेते सन्धिकार्येण लभेते इति भवति. अस्तु, इदानीं भवती एकक्षणं, चिनोति इति जानाति खलु? चिनोति, चिनुतः, चिन्वन्ति इति चि धातुः अस्ति, उभयपदे अस्ति, अतः आत्मनेपदीषु चिनुते, चिन्वाते, चिन्वते भवति. चिन्वाते, चिनुआते, चिन्वाते भवति. तत्र चिन्वेते न भवति, इकारः न तत्र चिन् तत्र इकारः नास्ति, आते एव. चिनुते, चिन्वाते, चिन्वते. धन्यवादः भगिनि. आत्मनेपदे तत्र अनदन्तम् अङ्गस्य विस्तरेण यदा पाठः भवति इतोपि उदाहरणानि भवति, इदानीम् एवं स्मरतु. तनुते, तन्वाते, तन्वते, चिनुते, चिन्वाते, चिन्वते एवम्. आताम् अभवत्, झ किं भवति? विद्याशङ्करमहोदय वदति वा? अत्र झोन्तः इति सूत्रेण झ स्थाने अन्त् आगच्छति. तत्र टि भागः अन्त् अस्ति. अन्त इति भवति इदानीं अन्तस्थाने अत्र अ टि भागः अ इति अस्ति, अकारस्य वर्ति यः अकारः अस्ति, तत् स्थाने ए आगच्छति अन्ते इति भवति. केन जोन्तः आसीत् अनन्तरं टित् आत्मने पदानां टेरे इति सूत्रेण आत्मनेपदानां एकारः एकारः आगच्छति. उत्तमम्. अखिला भगिनी तास् स्थाने तासः से इति सूत्रेण तास् स्थाने से आदेशः भवति. सिद्धप्रत्ययः तु से एव. सिद्धप्रत्ययः से एव. परन्तु टित आत्मनेपदानां तेरे किमर्थम् अत्र कार्यं न करोति वा? टित आत्मनेपदानां तेरे तत्र कार्यं न करोति. किमर्थं चेत् तत्र तासः से इति सूत्रं तत् अपवादसूत्रम् अस्ति खलु. किमर्थं चेत् तत्र तस्य कार्यं न भवति चेत् कुत्रापि न भवति. अत्र तास् इति स्थाने एव तस्य कार्यं न भवति, तत्र कुत्रापि न भवितुम् अर्हति. अतः तास् स्थाने स्थे एव भवति. यदि टित आत्मनेपदानां कार्यं करोति तदा रूपं किं भविष्यति इति वक्तुं शक्नोति वा? थे इति भविष्यति. तत्र टि भागः कः? आस् इति टि भागः भवति. तत्र टित आत्मनेपदानां टेरे इति पदानां टेरे इति सूत्रेण तत्र आस्थाने एकारः आगच्छति, तर्हि थे इति भविष्यति. यदा तासः ते ते इति सूत्रं न भविष्यत् तर्हि थे इति रूपम् एव भविष्यति. एव भविष्यति. अति उत्तमं. विद्याशङ्करमहोदय आथां किं भवति? यथा आताम् आसीत् प्रथमं तत्र टित् आत्मने पदानां टेरे इति सूत्रेण ई भागः अत्र आम् इति अस्ति. आम् स्थाने ए अथवा आत् आथां स्थाने आत् आथे अनन्तरम् आस्थाने आतो ङितः इति आस्थाने अदन्तम् अङ्गम् अस्ति चेत् आस्थाने इय अनन्तरं लोपो व्योर्वलि सूत्रेण यकारस्य लोपः यतोहि थकारः वल् प्रत्याहारे अस्ति. इयस्थाने इ तिष्ठति. इथाम् इथे इति सिद्धप्रत्ययः. इथे इति सिद्धप्रत्ययः. रमणी महोदय ध्वं वदति वा? आं भगिनि, ध्वम् अत्र टि भागः अस्ति. अम् अम् स्थाने अत्र टित आत्मने पदानां टेरे सूत्राधारेण अम् एकारः भवति. ध्व योगः ए द्वे भवति भगिनि, द्वे निष्पन्न. अत्र आतो नितः कार्यं करोति वा? अत्र आतो नितः कार्यं करोति वा? एकनिमिषं भगिनि. आतो नितः अतः अङ्गात् नितः सार्वधातुकस्य अतो यः आतो यः आतो नितः अत्र कार्यं न करोति. अत्र कार्यं न करोति किमर्थम् इति अन्यः कोऽपि वदति वा? आकारः एव नास्ति, अतः प्रथमं तत्र किं भवेत्? आकारः भवेत्. अदन्तम् अङ्गं भवेत्. अत्र आकारः एव नास्ति, अतः केवलम् आकारः कुत्र अस्ति? आताम् आथाम्. अतः तत्र एव कार्यं करोति मध्ये. अन्यत्र तु आकारः एव नास्ति इति कारणेन प्रश्नः एव न उदेति. मीना भगिनी, हेमा भगिनी इड् वदति वा? आम् आं भगिनि, इड् प्रत्यये डकारस्य हलन्त्यं तस्य लोपः सूत्रेण लोपः भवति, इ एव अवशिष्यते. तदनन्तरं टितः आत्मनेपदानां टेरे इति सूत्रेण इकारस्य एकारः भवति. तावदेव भगिनि. तावदेव उत्तमम्. अखिला भगिनी वहि महिङ्ग् वहि करोति वा? आं भगिनि, तत्र वहि इति तत्र तत्रापि अन्तिम ईकारः यदस्ति तदेव टित् टि संज्ञा प्राप्नोति. तर्हि भिन्नं टि भागः भिन्नः. हा क्षम्यतां, तदेव टि इति एव टि संज्ञा प्राप्नोति. तर्हि तत्र ईकारस्य स्थाने एकारः आदेशः भवति, वह् योग ए वहे इति रूपं भविष्यति. सुब्रह्मण्यमहोदय, महिङ्ग् किं भवति? महिङ्ग् अत्र प्रथमं ञकारस्य इत्संज्ञा भवति भगिनी. अत्र केन सूत्रेण? हलन्त्यम् इत्यनेन. तदनन्तरं महि अस्ति, अत्र टि भागः इ अस्ति, इकारस्य स्थाने एकारः भवति, कित आत्मनेपदानां टेरे इत्यनेन. तदनन्तरं मह् योगः ए महे इति लट् प्रत्ययः आगच्छति, निष्पन्नः भवति. इदानीं करपत्रं न दृष्ट्वा आत्मनेपदरूपाणि लट् लकारे वदति वा? ते इते लट् लकारे आत्मनेपदे ते इते अन्ते से इथे द्वे तदनन्तरं इट् स्थाने मिप् स्थाने अत्र इट् स्थाने मिप् अत्र न इट् भवति. इड् स्थाने ए आगच्छति, ए वहे महे. लभते लभेते लभन्ते लभते लभे लभेते लभद्वे लभे लभावहे लभामहे. अस्तु, अनन्तरम् इदानीं वयं सर्वं परिशीलितवन्तः. इदानीं पूर्वतनपाठस्य विषये प्रश्नाः यदि भवति वक्तुं शक्नोति वा? गुणकार्यं यदि भू इति धातुः अस्ति, शप् इति प्रत्ययः अस्ति, तत्र भू शप् इत्यस्य गुणकार्यं केन सूत्रेण भवति? सार्वधातुक अर्धधातुकयोः. सार्वधातुकः अर्धधातुकः इति कथं ज्ञायते? तत्र किमपि सूत्रम् अस्ति वा? तिंशित् सार्वधातुकम्. अतः इदानीं शप् सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा? सार्वधातुकप्रत्ययः. किमर्थं षित् अस्ति? षित् अस्ति. इदानीं तिप् शप् सार्वधातुकप्रत्ययः, अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण कस्य गुणः भवति? अन्तिमस्वरस्य अथवा उपदा तु सार्वधातुक अर्धधातुकसूत्रेण भवति वा? सार्वधातुक अर्धधातुकयोः इति सूत्रेण भवति वा? न न न, अन्यसूत्रेण. लघुपदन्तस्य उगन्तलघुपदस्य च इति सूत्रेण भवति. पुगन्तलघुपदस्य च इति सूत्रेण एव उपधायाः गुणः कार्यं भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण अन्तिमवर्णस्य भवति. अन्तिम कस्य वर्णस्य गुणः भवति? धातोः अन्तिमवर्णस्य गुणः भवति. अन्तिमवर्णस्य इको गुण इको गुणवृद्धि अस्तु. अतः इकारः उकारः ऋकारः लकारः रकारः रुल् रु अपि आगच्छति अत्र. ई ऊ रुल् सर्वं भवति. तत्र ह्रस्वाणामेव भवति वा दीर्घाणामपि भवति वा? द्वयोः उभयोः अपि भवति. अतः एव भूधातु भो भवति भो भव इति. यदि धातुः उपधायां इक् वर्णः अस्ति तदा ह्रस्वस्य भवति वा दीर्घस्य अपि भवति वा गुणः? केवलं ह्रस्वस्य एव. किमर्थं? लघुपदस्य च इति अस्ति. लघु ह्रस्वं लघु इति कारणेन ह्रस्वस्वरस्य एव गुणः भवति. पुगन्तल उपधा यदि गुण उपधायां यदि गुणकार्यं भवति लघुस्वरस्य एव भवति. परन्तु अन्तिमवर्णस्य यदा भवति इक् वर्णस्य इक् इक् प्रत्याहारवर्णस्य ह्रस्वस्यापि भवति दीर्घस्यापि भवति खलु. अनन्तरं एकः प्रश्नः अस्ति. अकार आकारस्य गुणः अस्ति खलु? इकः एव गुणः अस्ति न? अकारस्य अपि गुणः आकारः अस्ति. अकारस्य गुणः अकारः एव, वृद्धिः आकारः. परन्तु यत्र कुत्र पाणिनिः गुणः भवतु इति यदि वदति तत्र तु इक् वर्णस्य एव गुणः भवति. अवगतम्? अस्य गुणः इति सः न वदति. सार्वधातुक आर्धधातुकयोः गुणः भवति इति यदा वदति तदा तु सः कस्य गुणः इति न वदति. अतः इक् वर्णस्य एव इक् प्रत्याहारवर्णस्य एव गुणः भवति. महोदयः एकवारम् उक्तवान् ऋकारस्य लकारस्य उरण्ड्रपरः इति एकं सूत्रमस्ति इति. तत्र अर् अल् इति भवति खलु. तत्र अकारः तु गुणवर्णः इति कारणेन अकारः अस्ति. अनन्तरम् उरण्ड्रपरः इति सूत्रेण ऋकारस्य अनन्तरं रेफः ऋकारस्य तु लकारः भवति. अल् अर् अल् इति भवति. अवगतम्? न भगिनि, कुत्रचित् भ्रमः अस्ति. इदानीं गुणः नाम कः इति सूत्रं पठितवन्तः वा पूर्वं? वर्गे न पठितवन्तः. गुणः तर्हि कथं गुणकार्यं कर्तुं शक्नोति? सार्वधातुक अर्धधातुकयोः इति सूत्रं किं वदति? तत्र गुणकार्यं भवेत् इति खलु. तर्हि गुणः नाम कः? अदेङ्गुणः. अदेङ्गुणः इति अस्ति वा पूर्वतनकरपत्रेषु अदेङ्गुणः इति? भवती अपि उक्तवती गतसप्ताहद्वयात् पूर्वम् अहम् उक्तवती अदेङ्गुणः इत्युक्ते अत् एङ् प्रत्याहारस्य ए ओ अकारः एकारः ओकारः गुणवर्णाः. ऋ ल यदा भवति तत्र सवर्णः इति अकारः एव भवति. सः अकारः रपरः भवति. अतः रेपः वा अथवा लकारः वा अनन्तरं तत्र तस्य अनन्तरमपि भवति. अतः एव अर् अल् इति भवति. अदेङ्गुणः उरण्ड्रपरः इति सूत्रद्वयेन एव गुणकार्यस्य गुणः इति यदा पाणिनिः वदति कस्य वर्णस्य गुणः तस्य स्थाने किं भवति इति सम्यक् ज्ञायते. अवगतम्? यत्र कुत्रापि गुणकार्यम् इत्युक्ते किं भवति, अकारस्य स्थाने अकारः एव, इकारस्य स्थाने एकारः, उकारस्य ओकारः, ऋ इत्यस्य अर्, ल इत्यस्य अल् इत्येवं यदि जानन्ति तदा गुणकार्यं तत्र किम् अभवत् इत्यपि अवगन्तुं शक्नोति. जी इति धातुः अस्ति, तत्र गुणकार्यम् इत्युक्ते किं भवति? जे इति भवति. किमर्थं जे इति? सूत्रेण इकारस्य एकारः आद्गुणः. अदेङ्गुणः, आद्गुणः भिन्नम्, अदेङ्गुणः. अदेङ्गुणः इति संज्ञासूत्रमस्ति, तेन ज्ञायते अकारः, एकारः, ओकारः, गुणवर्णः. अत्र अस्माकं हस्ते जी इत्यस्य इकारः अस्ति, इकारस्य स्थाने कः वर्णः एतेषु अ, इ, उ, अ, ए, ओ इति वर्णेषु, तस्य साम्यं उच्चारणे स्थानम् इति भवति. कण्ठः, तालुः, मूर्धा, ओष्ठौ इत्येवं, दन्तः इति. तत्र इकारस्य स्थानमपि तालु, एकारस्य अपि तालु, अतः सवर्णः अस्ति. इकारस्य सवर्णः एकारः, अतः जी इति स्थाने जे भवति, इकारस्य स्थाने एकारः. अवगतम्? गुणकार्यं, गुणवृद्धिः यदि सम्यक् जानन्ति तदा व्याकरणशास्त्रे बहु सुलभं भवति. गुणवृद्धिज्ञानं तु प्राथमिकज्ञानं भवति. यदि सस्य विषये ज्ञानं सम्यक् अस्ति तदा कुत्रचित् पश्यति जयति इति अस्ति, तदा जी जे जय इति झटिति ज्ञातुं शक्नोति. जी अस्ति, जी जे अभवत्, जे अनन्तरम् अकारः योगे जै इति तत्र सन्धिकार्यं, जी जे जय इति अङ्गं, जय योगः तिप् जयति. एवं दृष्ट्वा एव धातुप्रत्ययोगे किम् अभवत् इति एकरीत्या गच्छति. पदस्य पदं दृष्ट्वा धातुः कः भवेत्, प्रत्ययः कः भवेत् इत्यपि, रिवर्स् इञ्जिनियरिङ्ग् इति वदामः खलु, तदपि भवति. गुणवृद्धिः विषये यदि ज्ञानं सम्यक् भवति तदा रिवर्स् इञ्जिनियरिङ्ग् कर्तुं शक्नुमः. अस्तु, समापयामः वा भगिनि? एकमेव एकः प्रश्नः अस्ति किम्? अत्र रूपाणि वदन्ति किल वयं, ते इति अन्ते, से इति द्वे, ए वहे महे इति, तत्र लभे लभावहे लभामहे अस्ति किल, अन्यत् सूत्रमस्ति वा आकारस्य? अत्र अतो दीर्घो यञि इति कश्चन सूत्रम् अस्ति. पूर्वं लभ इत्यस्य अकारः अस्ति, वकारमकारः यञि प्रत्याहारे अस्ति, अतः दीर्घः भवति अकारस्य. अतः एव तेन सूत्रेण एव यदा सिद्ध अङ्गमस्ति लभ, सिद्धप्रत्ययः अस्ति वहे, तयोर्योगे यदा तादृ यदा वहे महे यञि प्रत्याहारे अस्ति तदा तस्य सूत्रस्य प्रसक्तिः अस्ति, तदा लभे लभावहे आवहे आमहे इति भवति. तत्र प्रत्ययस्य आवहे इति न परिवर्तनं भवति. अत्र अङ्गस्य अन्तिम अकारस्य स्थाने आकारः भवति. सूत्रमेकवारं पुनः वदति वा? अतो दीर्घो यञि इति इतः परं महोदय पाठयति इत्येव तत्र स्पष्टता जायते अनन्तरम्. इदानीं भवतः अवगमनं भवतु इति अहम् उक्तवती. सः तु सोपान मार्गेण गच्छति खलु. इदानीं वयं प्रथमं अङ्गस्य निर्माणं कृतवन्तः. इदानीं सिद्धप्रत्ययाः सन्ति, अनन्तरं तयोः विवाहः. अवगतम्? धन्यवादः. अस्तु, इतोपि प्रश्नाः सन्ति वा अथवा विरमामः वा? अग्रिमसप्ताहेषु केवलं वयं यत् पठामः तस्मिन् विषये एव पाठः भवतु वा, अथवा पूर्वतनपाठेषु अपि दृष्ट्वा कानिचन प्रश्नानि यदि मया क्रियते किञ्चित् तत्र पुनस्मरणं भवति वा? आं भगिनि, पुनस्मरणं कुर्मः. तस्मिन् विषये अपि वर्गस्य अन्ते किञ्चित् दश पञ्चदशनिमेषाः पूर्वतनपाठस्य एम् कमपि अङ्गं स्वीकृत्य तत्र परिशीलयामः. इदानीं मङ्गलश्लोकम् उक्त्वा विरमामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. शुभरात्रिः, अग्रिमसप्ताहे मिलामः. धन्यवादः, शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः, शुभरात्रिः भगिनि.